अस्माकं विषयः अस्ति विसर्गसन्धिः. एतावता अस्माभिः विषयः अधीतः एव. तत्र पञ्च भाट्टसूत्राणि सन्ति, अपि च त्रयः अपवादाः. इदं सर्वम् अस्माभिः अवलोकितमस्ति. अतः व्यावहारिकरूपेण लोके ये साधारणविसर्गसम्बद्धसन्देहः भवन्ति ते च सर्वे ज्ञाताः. अद्य शास्त्रीयरीत्या एकवारम् अवलोकयामः. नाम इदानीम् आरम्भतः किञ्चित् ब्रह्मात्मकविषयः भवति स्म, किन्तु अधुना प्रत्येकस्यां स्थित्यां किं भवेत् इति ज्ञायते अस्माभिः, तदर्थं सौलभ्यं जातमस्ति. तर्हि पञ्चसूत्राणि सन्ति खलु, विसर्जनीयस्य सः खरि कखपफेतु विसर्गः, इचः परस्य विसर्जनीयस्य रेफः अखरि, आतः परस्य विसर्जनीयस्य लोपः अखरि, अतः परस्य विसर्जनीयस्य अतिहसि च उत्त्वम्, अतः परस्य विसर्जनीयस्य आचि लोपः इति साधारणनियमाः. इदानीं क्रमेण येषां शास्त्रीयरीत्या कथं कार्यं सिद्ध्यति इति पश्येम. तर्हि अत्र अधोभागे एतत् सर्वं प्रदर्शितमस्ति, विसर्गसन्धेः पञ्चसोपानानि, सूत्रसहितदृष्टिः. अस्तु, प्रथमतया अत्र सुब्रह्मण्यमहोदय तत्र आरब्धुमिच्छति वा? आं महोदय. प्रथमं सोपानं विसर्गस्य परतः कः वर्णः. विसर्गस्य परतः खर्वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति. प्रथमं भाट्टसूत्रं विसर्जनीयस्य सः खरि कखपफेतु विसर्गः. रामः तिष्ठति रामस्तिष्ठति, मुनिः तिष्ठति मुनिस्तिष्ठति, गुरुः तिष्ठति गुरुस्तिष्ठति, रामः चिन्तयति रामश्चिन्तयति. अग्रे अपि पठामि वा महोदय? एतावता किमस्ति इति साधारणनियमः, अनन्तरम् अग्रे. साधारणनियमः अस्ति अत्र विसर्गस्य पुरतः कः वर्णः अस्ति. एतत्तु भाट्टसूत्रपञ्चके प्रथमं सोपानमस्ति. विसर्गस्य पुरतः खर्वर्णः अस्ति चेत् विसर्गस्य स्थाने सकारः भवति इति. सूत्रमस्ति विसर्जनीयस्य सः खरि कखपफेतु विसर्गः इति. अतः अत्र यानि उदाहरणानि दत्तानि, अत्र रामः तिष्ठति मुनिः तिष्ठति गुरुः तिष्ठति रामः चिन्तयति, अत्र विसर्गस्य अनन्तरं खर्वर्णः अस्ति. तिष्ठति इत्यस्मिन् पदे अत्र तकारः आदौ अस्ति, अतः विसर्गस्य स्थाने सकारः आगच्छति. अतः रामस्तिष्ठति मुनिस्तिष्ठति गुरुस्तिष्ठति. अत्र चिन्तयति अपि खर्वर्णः, अतः प्रथममत्र विसर्गस्य स्थाने सकारः. अत्र सकारचकारयोः अत्र नैकट्यम् अस्ति, अतः स्तोः श्चुनाश्चुः इत्यनेन सकारस्य सकारः भूत्वा रामश्चिन्तयति इति भवति. इदानीमत्र अपि च अस्मिन् प्रथमे सोपाने पृष्ठतः न द्रष्टव्यः इति अपि जानीमः. नाम केवलं स्मारणार्थं वदामि सर्वेषां कृते, तत्र केवलम् अग्रे खर्वर्णः अस्ति चेत् इति तथा उच्यते खलु, विसर्जनीयस्य सः खरि, तावदेव अस्ति विसर्जनीयस्य सः खरि इति नियमः अस्ति. अस्तु, तदनुसृत्य सूत्रं किमस्ति? तदनुसृत्य इदानीं पाणिनीयसूत्रं महोदय सत्यं विसर्जनीयस्य सः विसर्जनीयस्य स्थाने सकारादेशो भवति खरिपरे विसर्जनीयस्य षष्ट्यन्तं सः प्रथमान्तं द्विपदमिदं सूत्रं खरवसानयोर्विसर्जनीयः इत्यस्मात् खरे इत्यस्य अनुवृत्तिः तयोर्वावच संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति खरि विसर्जनीयस्य सः संहितायाम् इदानीम् अत्र सूत्रमस्ति विसर्जनीयस्य सः इत्युक्ते विसर्जनीयस्य स्थाने सकारः आदेशरूपेण भवति यदा खर्वर्णः परः अस्ति अत्र विसर्जनीयस्य इति षष्ट्यन्तम् अतः स्थाने भवति तस्य स्थाने कः वर्णः आगच्छति इत्युक्ते सः इति प्रथमाविभक्तौ अस्ति अतः सकारस्य आदेशः भवति अनुवृत्तिसूत्रमस्ति खरि विसर्जनीयस्य सः संहितायामिति अत्र खरि सप्तमी विभक्तौ अस्ति अतः खर्वर्णः परः अस्ति अपि च संहितायामिति विषयसप्तमी भूत्वा अत्र अतीवसामीप्यं विसर्गस्य अपि च खर्वर्णस्य अस्ति तस्मिन् समये अत्र विसर्गस्य स्थाने सकारादेशः भवति यथा वयं पूर्वं उदाहरणानि दृष्टवन्तः अत्र रामः योगः तिष्ठति अत्र विसर्गः पूर्वमस्ति तकारः खर्वर्णः परः अस्ति अतः विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारादेशः भूत्वा रामस्तिष्ठति इति भवति अनन्तरम् अत्र रामः चिन्तयति इत्यस्मिन् उदाहरणे अपि अत्र विसर्गः पूर्वं चकारः खर्वर्णः अतः विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः अनन्तरं सकारचकारयोः सामीप्यमस्ति अतः स्तोःश्चुनाश्चुः इत्यनेन सकारस्य स्थाने षकारः भूत्वा रामश्चिन्तयति इति भवति बहु समीचीनमस्ति इदानीं सुलभमस्ति खलु एतत् सर्वं वयम् अधीतवन्तः इदानीं सूत्रं सुलभमस्ति अस्तु सम्यक् तर्हि अग्रे लक्ष्मीभगिनी तत्र एकं वैशिष्ट्यमस्ति अग्रे पठति वा शरीपरे षकारः षकारः सकारः इत्येषु परेषु संहितायां विषये विसर्गसन्धिः वैकल्पिकः न तु नित्यः वृष्टिः शीतला तत्र वृष्टिशीतला अथवा वृष्टिः शीतला इति भवति रूपद्वयमस्ति सम्भवति बालकषष्ठः तत्रापि बालकषष्ठः अथवा बालकः षष्ठः तत्र किञ्चित् दीर्घ वक्तव्यमस्ति खलु वृष्टिशीतला बालकषष्ठः इति एकवारं वदतु कृपया वृष्टिशीतला वृष्टिः शीतला अनन्तरं बालकः षष्ठः बालकषष्ठः अथवा बालकः षष्ठः इति रूपद्वयं सर्पः सरति सर्पः सरति अथवा सर्पः सरति तथा रूपद्वयं अत्र भाट्टसूत्रेषु प्रथमं सूत्रम् एव कार्यं करोति यदि शर् वर्णः शर् प्रत्याहारस्थवर्णः इत्युक्ते षकारः अथवा षकारः अथवा दन्त्यसकारः इत्येषु परेषु अत्र सन्धिः विसर्गसन्धिः वैकल्पिकमस्ति न तु नित्यः इत्युक्ते विकल्पेन रूपद्वयं सम्भवति यत् विसर्गः यथावत् तिष्ठति एकस्मिन् पक्षे अन्यपक्षे षकारद्वयम् अथवा षकारद्वयम् अथवा दन्त्यसकारद्वयम् आगत्य अन्यरूपमपि सम्भवति अत्र पाणिनेः वाशरी इति सूत्रं दत्तमस्ति, तत्तु तदेव वदति. सूत्रं किम्? वाशरी विसर्गस्य विकल्पेन विसर्गादेशो भवति शरी परे. शरी विसर्गस्य विसर्गो वा स्यात्. वा अव्ययपदं, शरी सप्तम्यन्तं, द्विपदमिदं सूत्रं. शर् परे विसर्जनीयः इत्यस्मात् विसर्जनीयः इत्यस्य अनुवृत्तिः. विसर्जनीयस्य सः इत्यस्मात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः. तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं विसर्जनीयस्य विसर्जनीयः वा शरी संहितायाम्. अहं श्रोतुमिच्छामि महोदय. श्रोतुमिच्छति वा? इत्युक्ते सूत्रस्य अर्थः कः इति अवगच्छति खलु? आम् आं महोदय. किञ्चित् अत्र वा इत्युक्ते वा इत्युक्ते विकल्पेन इति अर्थः. वा अव्ययं पदं, शरी इत्युक्ते शर् प्रत्याहारस्थवर्णः, शरी सप्तम्यन्तं, शरी शर् वर्णः इत्युक्ते सकारः, षकारः अथवा शकारः. अत्र अनुवृत्तिसहितसूत्रं वदति विसर्जनीयस्य इत्युक्ते विसर्जनीयस्य विसर्गस्य स्थाने, तत्र विसर्जनीयस्य षष्ट्यन्तं, विसर्जनीयस्य इत्युक्ते स्थाने, विसर्जनीयः इत्युक्ते प्रथमान्तं, प्रथमाविभक्त्यन्तं इत्युक्ते अत्र फलितार्थे एकं रूपं एकस्मिन् रूपे विसर्गः तिष्ठति. अत्र वा इति अस्ति, तदर्थं रूपद्वयं सम्भवति. यदि शर्वर्णः परः अस्ति चेत् संहितायां विषये. हा, समीचीनमस्ति. तर्हि एकस्मिन् वाशरी इति सूत्रेण विकल्पेन विसर्जनीयस्य स्थाने विसर्जनीयः एव, विसर्गस्य स्थाने विसर्गः, न तु विसर्जनीयस्य सः तेन सकारः इति तु भवति. तर्हि यस्मिन् पक्षे सकारः भवति तत्र विद्याभगिनी किञ्चित् वदति वा किं भवति इति? अस्तु. वृष्टिः शीतला इति उदाहरणे यदि विसर्जनीयस्य सः इति सूत्रेण विसर्गस्य स्थाने विसर्गस्य स्थाने सकारः भवति चेत् तर्हि सकारः आदेशः भवति. अनन्तरं स्तोश्चिनाश्चुः इत्यनेन सकारस्य शकारः इति कृत्वा वृष्टिशीतला इति एकं रूपं. महोदय, मम एकः प्रश्नः अस्ति अत्र. वृष्टिः प्रथमतया पुनः वदतु प्रथमतया किं भवति? वृष्टिः शीतला इति अस्मिन् उदाहरणे प्रथमतया अत्र विसर्जनीयस्य सः इति सूत्रस्य अपि प्रसक्तिः अस्ति, वा शरी इति सूत्रस्य अपि प्रसक्तिः अस्ति. प्रथमं वा शरी इति अपवादभूतेन कार्यं करोति वा? अनन्तरं विसर्जनीयस्य सः कार्यं करोति वा? कथं रूपद्वयं सम्भवति इति अहं सम्यक् न अवगच्छामि. प्रथमतया वाशरी इति अस्ति, वाशरी इति आगच्छति. अनन्तरं विकल्पेन विसर्गः इति प्रथमं सोपानमस्ति. ओ, अस्तु अस्तु अस्तु. तर्हि अत्र वृष्टिः शीतला इत्यस्मिन् उदाहरणे प्रथमतया वाशरी इति अपवादभूतेन विसर्गस्य स्थाने विसर्गादेशः विकल्पेन भवति इति कृत्वा अत्र वृष्टिः शीतला इति एकं रूपं भवति. अपक्षे विसर्जनीयस्य सः इति सूत्रेण अत्र वृष्टिः शीतला अत्र शकारः तालवे शकारः खर् वर्णः अस्ति इति कृत्वा विसर्जनीयस्य सह इति सूत्रस्य प्रसक्तिः अस्ति. विसर्गस्य स्थाने सकारादेशः. इदानीं सकारशकारशकार तालव्यशकारप्रभावेन तत्र तत्र सकारस्य स्थाने शकारादेशः स्तोहोश्चुनाश्चुः इत्यनेन इति कृत्वा वृष्टिः शीतला इति एकं रूपम् अपक्षे वृष्टिः शीतला विसर्गः एतावत् तिष्ठति. बहु समीचीनमस्ति. जगन्नाथमहोदय द्वितीयं बालकः षष्ठः. महोदय अस्ति वा? भवतः एव दूरवाणी अस्ति वा? अन्म्यूट् करोतु. ओ, इदानीं श्रूयते वा? हा, अहम् अन्म्यूट् कृतवान्. वदतु. अस्तु अस्तु. वा शरी इति सूत्रं प्रथमे कार्यं करोति. तर्हि बालकः षष्ठः तदेव तिष्ठति. नो चेत् विसर्जनीयस्य सह इति सूत्रमपि अत्र कार्यं कर्तुं शक्नोति विकल्पेन. तत्र तु वृष्टिः शीतलः श्यामिक् सारि बालकषष्ठः इति रूपं भवति. तत्र तु सकार विसर्गस्य स्थाने सकारो भवति. स्तोश्चुनश्चु न ष्टोश्चुनष्टुः इति सूत्रेण सकार शक मूर्धन्यषकारः भवति. अन्तिमरूपं बालकषष्ठः इति सूत्रं किमासीत्? विसर्जनीयस्य सह. हा, अनन्तरं ष्टोःष्टुनाष्टुः. न, तत्र अस्माकं सूत्रद्वयमस्ति खलु? वाशरि न न तालव्यपरिस्थितिः अस्ति चेत् तत्र तत्र सूत्रं किं? स्तोःश्चुनाश्चुः. हा, अपि च मूर्धन्यः? मूर्धन्यष्टोःष्टुनाष्टुः. तत्र स्तोः इति आनीयते पूर्वात् सूत्रात्. स्तोः आनीयते, किन्तु सूत्रमस्ति ष्टुनाष्टुः. अष्टुनाष्टुः अत्र अस्तु. अस्तु, धन्यवादः महोदय. अस्तु, बहु समीचीनमस्ति. अपि च अन्ततो गत्वा राजेन्द्रमहोदय, तत्र सर्पः. आं महोदय, सर्पः सरति. प्रथमं तु वाशरीसूत्रेण विसर्जनस्य स्थाने विसर्जनीयः एव तिष्ठति. सर्पः सरति विकल्पेन अपक्षे तत्र विसर्जनीयस्य सः विसर्गस्थाने सकार दन्तीसकारादेशः भवति. स्पर्श सरति, परन्तु अत्र तु अग्रे दन्तीसकारः एव अस्ति. तथा किमपि कार्यं नास्ति. सर्पसरति एव तिष्ठति तत् पक्षे. वा, बहु समीचीनमस्ति. सर्वेषां ज्ञानं बहु वर्धितमस्ति. एतत् नाम एतत् सर्वं किमपि नास्ति सर्वेषां कृते. बहु प्रसन्नतायाः वर्ता अस्ति. अग्रे गच्छामि. सरला भगिनी अग्रे. अस्तु महोदय, अस्मिन् प्रथमसोपाने कश्चन प्रश्नः उदेति यत् एकवारं यदा पदान्ते सकारः आगच्छति तदा किमर्थं न पदान्तस्य सकारस्य सत्सौजसोरोः इति व्यक्षमाणसूत्रेण मुक्तं स्यात्. इति वदति यत् पदार्थसकारसत्तानिः आदेशो भवति. वक्तव्यमस्ति यदि पदान्ते सकार आगच्छति तदा किमर्थं न पदान्तस्य सकारस्य सदृशोरुः इति सूत्रं कार्यं करोति. आगच्छति, तस्य कारणमस्ति पदान्तस्य सकारस्य स्थाने रुवान्, ससजशोरु केवलं पदान्ते कार्यं करोति, किन्तु तत्र पदम् अस्ति न पालकः षष्ठः किमिति तत् बालकः षष्ठः इति न, तत्र रामः तिष्ठति इति अस्ति, इदानीं प्रथमं यत् आसीत् प्रथमं मूलं रूमं मूलम् अस्ति, हा रामः तिष्ठति इति पश्यतु, तत्र रामः पदम् अस्ति न, रामस्तु पदमस्ति, ससजुषोरु सकारस्य स्थाने रु आदेशः भवति, प्रश्नः अवगतः वा, अस्मिन् प्रथमे सोपाने कश्चन प्रश्नः उदेति, स च प्रश्नः कः, सकार आदेशते तथा किमर्थं न पदांश सकारस्य ऋत्वं भवति ससजुषोरुः इति सूत्रेण, हा अस्तु अत्र उदाहरणमस्ति रामः तिष्ठति, अत्र किमस्ति इति, रामः तिष्ठसि विसर्जनीयस्य सः इत्यनेन विसर्जनीयस्य सकार आदेशः खरि परे रामस् तिष्ठति, रामस् तिष्ठति तिष्ठति इति पदद्वयमस्ति, रामस् तिष्ठति, अस्यां दशायाम् अत्र प्रश्नः कः, अस्यां दशायां प्रश्नः अस्ति सकारस्य स्थाने ऋत्वं स्यात् वा न ससजुषोरु इति सूत्रेण, हा न भवति इति तु जानीमः, न चेत् रु इति भवति चेत् अस्माकं रूपं न सिद्ध्यति, रामस्तिष्ठति इति इष्टं रूपम् अस्ति, रामस्तिष्ठति तत्र सकारः एव अस्ति, किन्तु अत्र पदान्ते सकारस्य रुत्वम् इति साधारणसूत्रं ससजुषोरुः, अतीवसाधारणसूत्रमस्ति, अग्रे द्रक्ष्यामः ससजुषोरुः, पदान्ते सकारः अस्ति तस्य रुत्वं भवेत्, अस्तु अस्तु तर्हि अग्रे किं दत्तमस्ति, अत्र सकारः पदान्ते अतः ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति स्म, किन्तु विसर्जनीयस्य सः त्रिपादीसूत्रं तदपेक्षया ससजुषोरुः अष्टमध्यासे द्वितीय षष्ठी सूत्रम् इति पूर्वसूत्रमस्ति, अत्र पूर्वत्र सिद्धम् अष्टाध्यायस्य द्वितीयपादे प्रथमं सूत्रम् इत्यनेन विसर्जनीयस्य सकार आदेशः भवति इति कार्यं सिद्धं ससजुषोरुः, कार्यम् असिद्धं ससजुषोरुः इति सूत्रस्य दृष्ट्या तदर्थं ससजुषोरुः रामः तिष्ठति इत्येव पश्यति न तु रामस्तिष्ठति, अतः रामस्तिष्ठति रामस्तिष्ठति इत्येव भवति, अत्र दत्तमस्ति ससजुषोरुः इति त्रिपाद्यां अस्ति किन्तु पूर्वसूत्रमस्ति, विसर्जनीय सः त्रिपादीसूत्रम् अस्ति परन्तु परसूत्रमस्ति अष्टमध्यासे तृतीयपादे ससजुषोरुसि अष्टमध्यासे द्वितीयपादे पूर्वत्र सिद्धमिति सूत्रेण अपवादभूत्वा विसर्जनीयस्य सः कार्यसिद्धं पूर्वं कार्यं करोति ससजुषोरुः सकारं न पश्यति इति कारणे रामः तिष्ठति इति एव तिष्ठति, हा बहु समीचीनमस्ति, स्पष्टमस्ति खलु सर्वेषां कृते, ऋतुं हा अस्तु ऋतुं न भवति इति यत्र रामस्तिष्ठति मूले तु रामः योगः सु इति रामस्तिष्ठति, तत्र प्रथमं ससजुषोरुः कार्यं करोति किल, अनन्तरम् एव विसर्जनीयस्य सः आगच्छति, तर्हि पुनः ससजुषोरुः न आगच्छति न आगन्तुं शक्नोति इति अपि वक्तुं शक्नुमः वा, अत्र मूले अस्ति रामः तिष्ठति. अत्र भवती वदति यत् ससजुषुरुः आरम्भे अस्ति वा? अत्र यदि रामः योगः सुप् इति अस्ति तत्र सकार रामस् इत्यस्मिन् ससजुषोरुः इत्यनेन रु अभवत्, तरत् अनन्तरं करवसानयोर्विसर्जनीय इत्यनेन विसर्गः अभवत्, अनन्तरम् इदानीं विसर्जनीयस्य सः इति भवति इति कृत्वा तत्र ससजुषोरुः इति पूर्वमेव कार्यं करोति प्रथमतया. तत्तु पदस्य निर्माणार्थम्. ओ अस्तु. अत्र पदस्य निर्माणार्थं तत्र पदं सम्यक् अस्ति भगिनि. अत्र पदस्य निर्माणार्थं तत्र प्रथमाविभक्तौ रामः इति कृत्वा कथं निर्मीयते इति भिन्नविषयः अस्ति. अग्रे उच्यते, अग्रे द्वितीयसोपाने तत्र एकं तत्र पदगतसंस्कारः अपि च वाक्यगतसंस्कारः अस्ति इति अग्रे परिशीलयिष्यामः. किन्तु अत्र किमस्ति, सत्यमेव नाम वारं वारमेव एतत् सर्वं भवति इति भयं. प्रथमतया विसर्गः आगतः, तस्मिन् ससजुषुरुः इति कार्यम् आसीत् तत्र पदगतसंस्कारः इति दृष्ट्या अस्ति. पदगतसंस्कारः इत्युक्ते प्रथमतया वयं रूपं साधयामः, अनन्तरं तद् निर्मितं रूपं वाक्ये आनयामः. रामः इति निर्मितरूपमस्ति, तिष्ठति इति निर्मितरूपमस्ति. रामः इति वाक्ये स्थापयामः इति कृत्वा तत्र रामः इति अस्ति निर्मितम्. ततः अग्रे विसर्जनीयस्य सः इति पश्यतु, तत्र संहितायां विषये एकवारं तत्र ससजुषोरुः इति संहितायां विषये अस्ति वा? ससजुषोरुः न, केवलं पदान्ते. हा, इति भिन्नपरिस्थितिः अस्ति, तर्हि प्रथमतया यदा राम इति प्रातिपदिकमस्ति सु, तत्र अनुबन्धलोपे सकारः अस्ति पदान्ते इदानीं. तत्र ससजुषुरुः इति न रु, अनन्तरं खर्वसानयोर्विसर्जनीयते न अवसाने तत्र रामः इति रामपदम् एकाकी अस्ति चेत् इदानीं वाक्यस्तरे आनयामः. रामः तिष्ठति, रामः इति पदं निर्मितमस्ति इति कृत्वा इदानीं संहितायां विषये इति भिन्नपरिस्थितिः अस्ति विसर्जनीयस्य सः इति अनेन एतत् सर्वं भवति यथोक्तम्. स्पष्टं वा? अस्तु महोदय, धन्यवादः. अस्तु, समीचीनमस्ति. तर्हि अग्रे तर्हि रामप्रिया भगिनी. आं महोदय. अन्यत् वैशिष्ट्यं रामः खादति, रामः खादति विकल्पेन रामः खादति, रामः पतति, रामः पठति, रामः पतति, रामः पतति, विकल्पेन रामः पतति. अत्र पुप्पोः ख पौ च इति सूत्रमस्ति. कवर्गे परे पवर्गे च परे विसर्जनीयविसर्गस्य जिह्वामोदीयस्य उपध्मानीयस्य च विसर्गादेशो भवति. पक्षे विसर्गः एव तिष्ठति, च शब्देन पक्षे विसर्गः एव. कुश्च पुश्च उपु तयोः इउपोः इतरेतरद्वन्द्वः, कश्च पश्च ख पौ इतरेतरद्वन्द्वः विसर्जनीयस्य सः इत्यस्मात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं विसर्जनीयस्य ख पौ कुप्पोः च इति सूत्रं पाणिनीयसूत्रमस्ति एतत्. अत्र यदा कवर्गः परे वा पवर्गः परे वा विसर्गः अस्ति चेत् तत्र विसर्गस्य स्थाने कवर्गः अस्ति चेत् जिह्वामूलीयः, पवर्गः अस्ति चेत् उपद्मानीयः आदेशरूपेण भवति एकपक्षे. अन्यस्मिन् पक्षे विसर्गः तावदेव तिष्ठति. समीचीनमस्ति. एतदर्थमपि सूत्रम् अस्ति. एकः प्रश्नः महोदय, अत्र कवर्गः वा नो चेत् केवल कर्कषव्यञ्जनानां वा व्यञ्जनयोः वा? हा, कवर्गे तत्र कवर्गे अस्ति, किन्तु गकारः अस्ति चेत् अन्यत् सूत्रं तत् प्रभाद्य कार्यं करोति. अस्तु, धन्यवादः. रामः गच्छति, रामः गच्छति अग्रे अग्रे उच्यते. प्रश्नः सम्यक् अस्ति, प्रश्नः बहु सम्यक् अस्ति. अत्र उक्तमस्ति कवर्गे पवर्गे च, किन्तु अत्र तदर्थम् अन्यत् सूत्रम् आगच्छति. यदि गच्छति अस्ति इत्यादिकं गघ ङ इति तु न भविष्यति. प्रथम तत्र अग्रिमशब्दस्य आरम्भे तत्र ङकारः प्रायः न स्यात्, किन्तु गकारः घकारः इति भवितुमर्हति. तदर्थम् अन्यव्यवस्था अस्ति, यदा आगच्छति तत् पश्येम. धन्यवादः. हा, बहु सम्यक् अस्ति. तद् न भवति इति सत्यं, तद् वक्तव्यमस्ति अत्र. अनन्तरं संयोजयामि. महोदय, अत्र एतस्मिन् सूत्रे विकल्पविषयः भिन्नरूपेण दत्तमस्ति, च इति उपयोगं कृत्वा. इत्युक्ते अत्र पूर्वस्य सूत्रात् पूर्वसूत्रम् अत्र वाशरी अस्ति, तस्य अनुवृत्तिः च इत्यस्मात् भवति वा? अनुवृत्तिः इति न उक्तमस्ति, किन्तु तादृश आशयः अस्ति. यतोहि सत्यं वाशरी इति पूर्वसूत्रमस्ति, वाति तत्र अनुवृत्तिः तादृशं न प्रदर्शितमस्ति, किन्तु तादृशं स्यात् यतोहि वाशरी इति. एकनिमिषः, इति अस्ति पूर्वसूत्रमेव महोदय अत्र. हा, वाशरी इति पूर्वसूत्रं विकल्पेन अस्ति. सत्यं, भवता यथा उक्तम्. धन्यवादः. हा, अस्तु, अग्रे गच्छेम. तर्हि अखिला भगिनी अग्रे. द्विसर्गात् पूर्वं कः वर्णः? द्वितीयं वातसूत्रम्, इचः परस्य विसर्जनीयस्य रेपः खरि, क्षम्यताम् अखरि. हरिः धावति, हरिर्धावति. अत्र विसर्गस्य स्थाने रेपादेशः इति प्रदर्शितमस्ति भाटसूत्रे. वस्तुतः तु रेपादेशः संस्कृतभाषायां कुत्रापि नास्ति, रेपविधायकसूत्रमेव नास्ति. हरिः धावति इति स्थितौ बालानां सुखबोधाय महाबलेश्वरभट्टः एतादृशसूत्रं विरचितम्, अस्माकं कृते च अतीव व्यावहारिकं समीचीनम् एव. अनेन मार्गः सुलभः जातः. अधुना किन्तु अस्माभिः मार्गः बुद्धः. सम्प्रति वस्तुस्थितिः का इति अवलोकयाम. शास्त्रीयपति पक्षद्वयं वर्तते, द्वयमपि साधु. वाक्यगतसंस्कारपक्षः, पदगतसंस्कारपक्षः च. वाक्यगतसंस्कारपक्षे हरिर्धावति इति भवति, पदगतसंस्कारपक्षे हरिः भवति, हरिः धावति इति. क्षम्यतां. महोदय, तर्हि इदानीं द्वितीयसोपानम् अस्ति. द्वितीयसोपाने वयं पूर्वं परिशीलितवन्तः यत् अकरी अकरीपक्षे विसर्गस्य पूर्व पूर्ववर्णः इच् वर्णः अस्ति चेत् तत्र विसर्गस्य स्थाने रेपादेशः भवति इति. तर्हि हरिः धावति इति स्थितौ हरिर्धावति इति भवति इति. वस्तुतः अत्र किञ्चित् वैशिष्ट्यमस्ति, यतोहि तत्र पाणिनीय सूत्रं किमपि नास्ति येन तत्र रेपादेशः साक्षात् उक्तः इति कृत्वा तत्र महाबलेश्वरभट्टमहोदयः, परन्तु तत्र सः महोदयः सः तत्र व्यावहारिके तथा अस्ति इति कृत्वा तादृश सूत्रं विरचितवान्. तर्हि यदा शास्त्रीय व्याकरणशैल्या पश्यामः चेत् तत्र मार्गद्वयम् अस्ति. एकमार्गः अस्ति वाक्यगतसंस्कारः इति, अन्यमार्गः अस्ति पदगतसंस्कारः इति. वाक्यस्य पक्षे पश्यामः चेत् तत्र हरिर्धावति इति रेपादेशः भवति. पद पक्षे पश्यामः चेत् तत्र विसर्गः एव भवति हरिः धावति इति. अग्रे पठामि महोदय. वाक्यगतसंस्कारपक्षे यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते. यथा हरि योगः सु योगः दाव् योगः तिप्. अस्मिन् पक्षे हरिस् इति सुबन्तपदं भवति. ततः सकारस्थाने रुवादेशः अनुबन्धलोपे सति रेपः तिष्ठति. अतः अयं रेपः मूले सकारः न तु विसर्गः. सकारः रुवादेशः अनुबन्धलोपे रेपः. अस्तु, तत्र वाक्यपक्षे पश्यामः चेत् तत्र ये प्रक्रियाः प्रकृतयः सर्वं वयं कुर्मः तत्सर्वं वाक्यस्तरे एव भवति. इत्युक्ते इदानीं पूर्वमपि महोदयेन उक्तं तत्र प्रथमं पदनिर्माणम् इति तत्र रामः योगः सुरामस् तदनन्तरं ससजुषुरुः इत्यनेन रामरु इति तत्सर्वं तद्वत् अत्रापि तत्र हरि इति पश्यामः चेत् तद्वत् इति न अत्र न तावत्पर्यन्त. हा, तत्र तु रामरु तदनन्तरं कर्मसमये विसर्जनीयः इति रामः इति पदनिर्माणं भवति. परन्तु अत्र तु तावत् तथा नास्ति. परन्तु हरिः योगः विपरीतमस्ति. विपरीतमस्ति. वदतु. हा, अत्र हरि योगः सु योगः दाव् योगः इत्युक्ते तत्र भेदः कः इत्युक्ते तत्र हरिः इति पदनिर्माणं प्रति न गच्छेम, परन्तु हरि योगः सु योगः दाव् योगः तिप् इति एव तत्र तत्र प्रक्रियाः याः सन्ति ताः सर्वाः अत्र एव भवन्ति. इत्युक्ते तत्र इदानीं हरियोगः सुयोगः दावयोगः तिप् इति अस्ति. अत्र अनुबन्धलोपानन्तरं हरियोगः सयोगः दावयोगः तिप् इति यदा हरि इति तत्र सु इत्यस्य पक्षे पश्यामः चेत् तर्हि इदानीं सकारस्य स्थाने ससजुषोरुः इत्यनेन रेपादेशः भवति. तर्हि हरियोगः रुयोगः दावयोगः तिप्. तदनन्तरम् अनुबन्धलोपानन्तरं हरियोगः रेपः योगः दावयोगः तिप्. तर्हि हरिर् अपि च दावयोगः तिप् भवति धावति इति भिन्नप्रक्रिया अनुगुणं. तर्हि हरिर्धावति इति रूपं निष्पन्नं भवति. हा अत्र तावत् न उक्तं, यदुक्तं तद् वक्तव्यमासीत्। अत्र किमस्ति यत् अनुबन्धलोपे रेफः, रेफः तावत् प्रदर्शनं नाम अस्मा अत्र वाक्यगतसंस्कारचिन्तनं किम् इति अत्र अवगन्तव्यमस्ति। हरि सु धाव् टिप् इति सर्वं पुरतः आनयामः तत्र वाक्यस्तरे। तत्र अत्र सिद्धान्तः कः इति चेत् तत्र पदस्य निर्माणं पृथक्तया न भवति इति मुख्यमस्ति। अत्र भवत्या यदुक्तं तत्तु सत्यमस्ति, किन्तु अत्र अस्माभिः किम् अवगन्तव्यं, किं बोध्यं, किम् अवगन्तव्यम् इति चेत् अत्र सुबन्तपदं तिङन्तपदं पृथक्तया न निर्मीयते, वाक्ये एतत् सर्वं आनीय निर्मामः। हरि सु धाव् तिप् अनन्तरं यत् यानि सूत्राणि प्रसक्तानि सन्ति तान् तानि आनीय कार्यं कारयामः इति एकमस्ति। हा अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे। किन्तु पदगतसंस्कारपक्षे हरियोगः सु ससजुषो रुः खरवसानयोर्विसर्जनीयः हरिः इति पृथक्तया निर्मीयते। अत्र विसर्गः आयाति यतोहि हरिशब्दः एकाकी, एकाकी इति कृत्वा अग्रे किमपि नास्ति नाम अवसाने। अवसानावस्थायां सकारस्य स्थाने यः रु आदेशः तस्य अनुबन्धलोपानन्तरं रुसम्बद्धरेफस्य स्थाने विसर्गः। वाक्यगतसंस्कारपक्षे अवसानं नास्ति अतः विसर्गादेशः न सम्भवति। इदानीम् अत्र अत्र वाक्यगतसंस्कारपक्षे किं भवति इति वयं दृष्टवन्तः। अत्र यदि पदगतसंस्कार पक्षं नयामः तस्मिन् समये किं भवति इत्युक्ते अत्र हरियोगः सु इदानीं पदनिर्माणं भवति। हरियोगः सु अत्र प्रथमं सु इति प्रत्ययः अत्र ससजुषो रुः अत्र अनुबन्धलोपानन्तरम् अत्र उकारस्य लोपः भूत्वा सा एव तिष्ठति। ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति। अनन्तरं पुनः अत्र अनुबन्धलोपानन्तरं रेपः एव तिष्ठति। इदानीम् अत्र खरवसानयोर्विसर्जनीयः इति सूत्रेण अत्र रेफस्य स्थाने अत्र विसर्गः आदेशः भवति, अतः अरिः इति पृथक् पदं वयं निर्मामः। किमर्थमित्युक्ते अत्र विसर्गः किमर्थम् आगच्छति इत्युक्ते अत्र हरिशब्दः इति एकाकी अस्ति इत्युक्ते शब्दं प्रथमं निर्मामः इत्युक्ते अत्र तस्य अनन्तरं किमपि नास्ति इत्युक्ते अवसानवस्थायाम् अस्ति इति अर्थः। अतः अत्र खरवसानयोर्विसर्जनीयस्य विसर्जनीयः इत्यस्य प्रसक्तिः भूत्वा अत्र रेफस्य स्थाने विसर्गः आदेशः भवति। एतद् क्रमः अथवा प्रक्रिया तु पदगतसंस्कारपक्षे भवति, किञ्चित् भिन्नरूपेण यथा वयं पूर्वं दृष्टवन्तः, भगिनी अपि उक्तवती। अत्र वाक्यगतसंस्कारपक्षे तु अत्र अवसानं नास्ति इति भूत्वा अत्र खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति। तर्हि अत्र वाक्यगतसंस्कारपक्षम् अवलोकयाम। अस्मिन् क्रमे विसर्गः न आगच्छति एव। प्रथमाविभक्तौ एकवचने हरियोगः सुयोगः धाव् योगः तिप् कित्संज्ञक उकारस्य लोपः अत्र हरिस्योगः धावति। ससजुषोरुः इत्यनेन पदान्ते सकारस्य रु आदेशः। हरियोगः रुयोगः धावति इत्संज्ञक उकारस्य लोपः हरिर्योगः धावति, अवसाने नास्ति, खरि नास्ति, अतः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशो न भवति, यथावत् तिष्ठति, हरिर्योगः धावति, हरिर्धावति। इदानीम् अत्र पुनः वयं वाक्यगतसंस्कारपक्षे किं भवति इति द्रक्ष्यामः। अत्र प्रथमाविभक्तौ एकवचने हरि शब्दस्य अत्र हरियोगः सु, इदानीम् अत्र धाव् इति तिङन्त धातुरूपमस्ति, धातुः अस्ति, अतः हरियोगः सु योगः धाव् योगः इति, यथा वयं पूर्वं दृष्टवन्तः अत्र वाक्यगतसंस्कारपक्षे यावन्तः प्रकृतयः अपि च प्रत्ययाः सन्ति ते सर्वे वयं यावन्तः सर्वे सन्ति प्रकृतयः तावन्तः पूर्ण यावत् प्रकृतयः अस्माकं भाषावर्गः अस्ति खलु, प्रकृतयः श्रीलिङ्गशब्दः यावत्यः महोदय क्षम्यतां, प्रकृतयः प्रत्ययाः च अत्र सन्ति, परन्तु अत्र प्रत्ययः तु पुल्लिङ्गशब्दः अस्ति खिल महोदय, अतः पुल्लिङ्गम् एव उपयोगं करिष्यामः। प्रकृति अस्ति बहुवचने, अत्र यावत् शब्दस्य रूपत्रयं वदतु, प्रथमाविभक्तौ अत्र पुल्लिङ्गे यावान् यावन्तौ यावन्तः, स्त्रीलिङ्गे अत्र यावन्ती न यावत् यावती यावत्यौ यावत्यः यावत् इति प्रातिपदिकमस्ति, तत्र ङीप् अस्ति यावती यावती यावत्यौ यावत्यः, परन्तु अत्र प्रत्ययः पुल्लिङ्गशब्दः भूत्वा अत्र पुल्लिङ्गमेव उपयोगं करिष्यामः किल महोदय, यदि प्रकृतयः च प्रत्ययाः च सन्ति अत्र तु यावन्तः अत्र उभयमति उभयमिति स्वीकुर्मः चेत् तत्र पुल्लिङ्गे गच्छति इति संस्कृतभाषायाः नियमः, किन्तु पृथक्तया वदामः चेत् तत्र यावत्यः प्रकृतयः यावन्तः च प्रत्ययाः। आं महोदय धन्यवादः। अत्र यावत्यः प्रकृतयः च यावन्तः प्रत्ययाः च सन्ति ते सर्वे वयं वाक्यस्तरे प्रथमम् आनयामः, तदनन्तरं कार्यं किं भवति इति द्रक्ष्यामः। अतः अत्र हरियोगः सुयोगः धावयोगः तिप् इति भवति, अत्र सु इति प्रत्ययः, अत्र उकारस्य उपदेशे जनुनासिक इत् तस्य लोपः इत्यनेन अत्र केवलं सा एव तिष्ठति, अतः हरियोगः सा, तथा अपि च धावयोगः तिप् अत्र पकारस्य हलन्त्यं तस्य लोपः इत्यनेन पकारस्य लोपः भूत्वा धावति भवति, हरिस् योगः धावति। इदानीम् अत्र हरिस् इति पदम् अस्ति, अतः ससजुषोरुः इत्यनेन पदान्ते यः सकारः अस्ति तस्य स्थाने रु आदेशः भवति, भूत्वा हरियोगः रु योगः धावति। इदानीमत्र रु इति अत्र उपदेशे जनुनासिक तस्य लोपः इत्यनेन रेपः एव अवशिष्यते, रेपः एव अवशिष्यते, अतः हरिर्योगः धावति। इदानीम् अत्र खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति, किमर्थम् इत्युक्ते अत्र हरिर् यद्यपि पदमस्ति तदनन्तरं धावति अस्ति, धावति इत्यस्मिन् पदे प्रथमवर्णः धकारः, तत्तु खर्वर्णः नास्ति, अपि च हरिर् इति अवसानावस्थायां नास्ति, अतः खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति, यद्यपि संहिताविषयः अस्ति अत्र. अतः किमर्थं संहिताविषयः अस्ति, अतः अत्र रेफस्य स्थाने विसर्ग आदेशः न भवति, अतः रेफः यथावत् तिष्ठति, हरिर्योगः धावति. इदानीम् अत्र वर्णमेलनं भूत्वा हरिर्धावति इति पदं निष्पन्नं भवति, संयुक्तपदम्. हा, समीचीनमस्ति. अस्तु, तर्हि अत्र लक्ष्मीभगिनी किञ्चित् स्मारयतु, अत्र ससजुषोरुः सम्पूर्णरीत्या पठनस्य आवश्यकता नास्ति, प्रत्येकं सूत्रस्य नाम करवसानयोर्विसर्जनीयः अस्ति, सूत्रद्वयं ससजुषोरुः पदान्तस्य सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशो भवति. अनुवृत्तिसहितसूत्रं ससजुषोः पदस्य रुः. अत्र दत्तमस्ति ससजुषोः षष्ट्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रं. ससजुषोः इत्युक्ते सः च सुजुः च, ससजुषौ अत्र तयोः स्थाने रु आदेशः भवति. एकवारं यत् वस्तुतः अस्मिन् वर्गे सूत्रं नूतनम् अस्ति खलु, येन विधिस्तन्तस्य इति पठतु एकवारम्. येन विधिस्तदन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति, अलोन्त्यस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः, न तु पूर्णपदस्य. सश्च सुजुश्च ससजुषौ इतरेतरद्वन्द्वः, तयोः ससजुषोः, ससजुषोः षष्ट्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रं. पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं ससजुषोः पदस्य रुः. अत्र पदान्तस्य सकारस्य च सजुष् शब्दस्य विद्याभगिनी कथमस्ति, यतोहि सा तु अस्माकम् अपरस्मिन् वर्गे अपि अस्ति, किञ्चित् साहाय्यं करोतु. अत्र ससजुषोः पदस्य रुः इति कथम् अर्थः भवति? ससजुषोरुः पदस्य रुः इति वा? अस्तु, अत्र पदस्य इति अधिकारः अस्ति इति कृत्वा पदान्तसकारस्य स्थाने रु आदेशः भवति, परन्तु सकारः इत्युक्ते अत्र येन विधिस्तदन्तस्य इति सूत्रेण सकारः इति न केवलं स्वस्य रूपं सकारः, अपि च यस्य पदस्य अन्ते सकारः अस्ति इति येन विधिस्तदन्तस्य इति परिभाषासूत्रं साहाय्यं करोति. अत्र यदि पदस्य अन्ते अत्र अलोन्त्यस्य इति येन विधिसन्तस्य इति यदि न स्यात्, यदि न स्यात् तर्हि केवलं यस्य पदस्य रूपं सकारः अस्ति तदेव वयं स्वीकुर्मः. किमर्थम् इत्युक्ते सूत्रे तु ससजुषोरुः इति अस्ति, सकारः पदान्तसकारः इति अस्ति इति कृत्वा तत्र केवलं सकारः एव इति. पदान्तसकारः इति व्याख्यानमस्ति. अनुवृत्तिसहितसूत्रं ससजुषोरुः ससजुषोः पदस्य रुः, अस्य अर्थः कः? ससजुषोरुः इत्युक्ते अत्र सकारः ससजुषोः पदस्य रुः, ससजुषोः पदस्य रुः, ससजुषोः इति षष्ट्यन्तं पदं, ससजुषो इत्युक्ते सकारः अथवा सजुष् इति शब्दः, अत्र सकारः इत्युक्ते केवलं सकारः इति रूपं, स इति रूपं, स स्थाने रु इति. अत्र ससजुषोः पदस्य रुः इति वाक्यसंरचना कथमस्ति? अन्वयः पदान्तसकारः अथवा सजुष् इति शब्दः, तत्र सकारस्य स्थाने रु इति वा? न न, तत्र व्याख्यानमस्ति, न तु अन्वयः. अत्र अस्माभिः किं वक्तव्यमस्ति? ससजुषोः पदस्य रुः, अत्र विशेषणविशेष्यभावः अस्ति. अत्र विशेषणमस्ति किं? ससजुषोः. विशेष्यं किं? पदस्य. अस्तु, इति अस्ति. अत्र स पदस्य इति विशेषणविशेष्यभावः, सजुष् पदस्य इति विशेषणविशेष्यभावः. तर्हि येन विधिस्तन्तस्य इति परिभाषासूत्रं नास्ति चेत् सः पदस्य इति अस्ति. सः पदस्य अपि च सजुषः पदस्य. तर्हि सजुषः पदस्य इति विशेषणविशेषभावे न कापि समस्या, यतोहि सजुष् इति पदमस्ति. किन्तु सः पदस्य इति स्वीकुर्मः चेत् तत्र विशेषणविशेषभावं कृत्वा तत्र सः पदस्य इत्युक्ते तादृशपदं यः स इति अस्ति. तदर्थम् अस्माकं समस्या अस्ति यत् अत्र तादृश अर्थः इष्टः नास्ति. तदर्थं येन विधिसन्तस्य इत्यनेन सः पदस्य इत्युक्ते न केवलं तादृशपदं यः स रूपं स्यात्, अपि तु तादृशं पदं यस्य अन्ते स अस्ति इति येन विधिसन्तस्य इत्यनेन तत्र अर्थः सिद्धः भवति. तदेव नाम विशेषणविशेष्यभावः अपेक्षितः अस्ति. तदेव अपि समस्या अस्ति येन विधिसन्तस्य इत्यस्य अभावे. तस्य सहायेन न केवलं स रूपपदस्य तदपि अस्ति, किन्तु न केवलम्, अपि तु यस्य पदस्य अन्ते सकारः अस्ति तस्य पदस्य अपि इति येन विधिसन्तस्य इति. अनन्तरं षष्टि इति स्थाने रुः इति आदेशः, अपि च अलोन्त्यस्य इत्यनेन. विद्याभगिनी, अलोन्त्यस्य इत्यनेन अन्तिम अल् वर्णस्य स्थाने आदेशः भवति. अत्र न भवति चेत् अलोन्त्यस्य इति न भवति चेत् तर्हि यदि पदस्य सकारद्वयम् अस्ति चेत् तर्हि कुत्र आदेशः भवति इति न जानीमः. जानीमः एव. अत्र किं लिखितमस्ति तत्र वाक्यसंरचनां दृष्ट्वा किमस्ति तस्य अर्थः कः? ससजुषो पदस्य रुः, अलोन्त्यस्य इति नास्ति चेत् अस्य वाक्यस्य अर्थः कः? षष्टि इति षष्टिविभक्तिः, तत्र षष्टि इत्युक्ते किम्? ओ, सम्पूर्णपदस्य स्थाने आदेशः भवति. षष्टि इत्युक्ते किम्? षष्टि इत्युक्ते स्थाने. कस्य स्थाने? पदस्य स्थाने, सम्पूर्णपदस्य स्थाने सकार आदेशः भवति. तद् न इष्टं. न, सकारादेशः सम्पूर्णपदस्य स्थाने रु आदेशः भवति. इति भवति स्म वाक्यसंरचनां दृष्ट्वा, खलु? आम्, बहु सम्यक् अस्ति. पदस्य रुः इति सम्यक् नाम सम्पूर्णरीत्या तस्य कस्य तादृशं पदं यस्य अन्ते सकारः तस्य सम्पूर्णरीत्या पदस्य स्थाने रु आदेशः, अपि च सजुष् इति अपि पदस्य स्थाने सम्पूर्णरीत्या रु, केवलं रु इति भवति स्म. अलोन्त्यस्य दिनेन केवलम् अन्त्यवर्णस्य स्थाने रु. तर्हि अत्र येन विधिसन्तस्य अपि च अलोन्त्यस्य अनयोः पृथक्तया यत् यत् कार्यं भवति तत् स्पष्टमस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे रमप्रियभगिनी, करवसानयोर्विसर्जनीयः इति एकवारं वदतु. महोदय, क्षम्यताम्. किञ्चित् शीघ्रकार्यम् आगतम्, अतः बहिः गन्तुमस्मि. शृणोमि परन्तु वक्तुं न शक्नोमि महोदय. अस्तु अस्तु अस्तु, क्षम्यताम्. करवसानयोर्विसर्जनीयः पदान्तरेपस्य स्थाने विसर्गादेशो भवति खरि अवसाने च. कर् च अवसानं च करवसाने करवसाने तयोः इतरेतरद्वन्द्वः. तयोः करवसानयोः करवसानयोः सप्तम्यन्तं विसर्जनीयः प्रथमान्तं द्विपदम् इदं सूत्रं. दोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, रः पदस्य रः पदस्य इत्यस्य विशेषणम्, येन विधिस्तदं तस्य इत्यनेन तादृशं पदं यस्य अन्ते रेपः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः. तयोर्वावचीसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः करवसानयोः संहितायाम्. अत्र करवसानयोर्विसर्जनीयः इति सूत्रमस्ति. यदा पदान्ते रेपः अस्ति चेत् तस्य स्थाने विसर्गः आदेशः भवति. निमित्तमस्ति खर्वर्णः परे अस्ति चेत् वा खर्वर्णः परे अस्ति चेत् अवसान अवस्थायामपि. अवसान इत्युक्ते अग्रिमे वर्णः कोऽपि वर्णः नास्ति इति. बहु समीचीनमस्ति. एवमेव एवमेव रः पदस्य इति किमस्ति? आम्, येन विधिस्तदन्तस्य इति सूत्र परिभाषासूत्रस्य सहायेन अत्र यदा रः इति पदस्य रः इति पदस्य इति इत्यस्य विशेषणमस्ति रः. येन विधिस्तदन्तस्य वदति यत् तादृशं पदं यस्य अन्ते रः क्षम्यतां रेपः अस्ति इति. अलो नो चेत् पूर्णतया स्वीकरणीयं. यदा येन विधिस्तदन्तस्य इति नास्ति चेत् पूर्णपदं स्वीकरणीयम्. येन विधिस्तदन्तस्य पूर्णपदम् इत्युक्ते पूर्णपदम् इत्युक्ते यदा रेपान्तपदम् इति नास्ति, रेपः पदस्य अन्ते इति नास्ति, परन्तु यदा रामर् इति अस्ति चेत् रामर् एव तत् पदं पूर्णपदम् इति. न न न अत्र तादृशब्रह्मात्मकविषयः अस्ति. अत्र रः पदस्य येन विधिस्तदन्तस्य इति नास्ति चेत् रः पदस्य इत्युक्ते किम्? अत्र विशेषणविशेषभावः अस्ति वा? आम् आम् आम्. यदा पदस्य इति रः इति विशेषणं, पदस्य इति विशेष्यम् अस्ति. अर्थः कः? एतत् पदं यस्य अन्ते रः अस्ति इति. इति अर्थः वा? कुत्र यस्य अन्ते इति कुतः आगतः? विशेषणविशेषभावे अन्तर्भूतः वा? न, अलोन्त्यस्य वदति यद् अलोन्त्यस्य इति त्यजाम, येन विधिसन्तस्य इति त्यजाम. अत्र रः पदस्य इति विशेषणविशेषभावस्य अर्थः कः? विशेषण स्थाने इति स्थाने विशेषणविशेषभावः. न अत्र षष्टि इति विषयान्तरमस्ति. रः पदस्य रः पदस्य स्थाने इति स्थाने इति किन्तु अत्र विशेषणविशेषभावस्य अर्थः कः विशेषणविशेषभावः विद्याभगिनी सायं करोतु अखिला भगिनी वदतु अखिला भगिनी आम् महोदय अत्र रसपदस्य इत्युक्ते तत्र विशेषणविशेषभावः अस्ति रः इति विशेषणं पदं पदम् इति विशेषं तर्हि रः इति पदम् इत्युक्ते तादृशपदं यः रः अस्ति तस्य इति अर्थः तावत् अर्थः अस्ति र इति पदं तस्य नाम तादृशं पदं यद् र रूपं स्यात् तस्य इति रामप्रियभगिनी स्पष्टमस्ति वा तादृशं पदं नाम रः यत् यथा उपरि आसीत् सः पदस्य इति स रूपं पदम् इत्यस्य तादृशं पदं यत् स स्यात् न यस्य अन्ते इति न सम्पूर्णरूपं स इति एव अस्ति अत्र र अस्ति र इति पदं तस्य इति भवति स्म तस्य निवारणार्थं येन विधिस्तस्य इति सूत्रं किं वदति यत् न केवलं तदपि अस्ति किन्तु न केवलं रूपी पदम् अपि च अपि तु यस्य अन्ते रेफः अस्ति तादृशं पदम् अपि अन्तर्भूतमस्ति अस्मिन् अर्थे नाम तत्र येन विधिस्तन्तस्य इति यत्र विशेषणविशेषभावः अस्ति यद् विशेषणमस्ति तद् रूपं पदम् अपि अस्ति किन्तु न केवलं तत् अपि तु यस्य पदस्य अन्ते तद् विशेषणमस्ति इति येन विधिसन्तस्य इति तादृशं कार्यं करोति तस्य लाभः कः लाघवं नो चेत् पाणिनिना अन्यद् रीत्या वक्तव्यमासीत् न सूत्रं दीर्घं भवति स्म प्रदर्शनार्थं प्रत्येकं वारम् अत्र येन विधिसन्तस्य इति अस्य उपस्थितिः इति कृत्वा रहपदस्य इति अस्य न केवलं ररूपिपदम् अपि च अपि तु यस्य पदस्य अन्ते र अस्ति स्पष्टमस्ति बहुत्र भवति इति कृत्वा स्पष्टता भवेत् मनसि अस्तु रहपदस्य इदानीम् अलोन्त्यस्य इति कार्यं किं करोति अत्र अलोन्त्यस्य वदति यत् अन्तिमवर्णस्य स्थाने आदेशः न तु पूर्णवर्णस्य स्थाने पूर्णवर्णस्य स्थाने पूर्णपदस्य क्षम्यतां पूर्णपदस्य स्थाने नास्ति अन्तिमवर्णस्य स्थाने एव आदेशः हा नो चेत् रहपदस्य विसर्जनीयः इत्यस्य अर्थः कः भवति स्म एत पूर्णपदस्य स्थाने विसर्गः आदेशः भवति हा इति रस्थाने हा न तु अन्तिमवर्णस्य स्थाने हा समीचीनमस्ति अस्तु अग्रे गच्छेम महोदय एकः प्रश्नः अस्ति अत्र करवस्थानयो विसर्जनीयः तत्र व्याख्याने पदान्तरेपस्य स्थाने विसर्गादेशः भवति अत्र पदस्य इति अधिकारः अस्ति परन्तु करिपरे अस्ति चेत् पदान्ते इति न वदामः किल वदामः किमर्थं न वदामः तर्हि विसर्जनीयस्य सह इति सूत्रे अपि पदस्य अधिकारः अस्ति तत्र किमर्थं पदान्तविसर्गस्य स्थाने सकारादेशः इति किमर्थं न वदामः तत्र विसर्जनीयस्य सह विसर्जनीयस्य सह विसर्जनीयस्य सह खरि पदस्य इति पृच्छति वा पदस्य अधिकारः तत्र अपि अस्ति तत्र अत्र अत्र अत्र संयोजनीयमस्ति अत्र पदस्य इति अपि अस्ति ओ अस्तु हा पदस्य इति तु अस्ति उभयत्र अस्ति पदान्ते सकारस्य पदस्य मध्ये सकारस्य इति पद न भवति विसर्जनीयस्य साधीनेन अस्तु तर्हि विसर्गः सर्वदा पदान्ते एव भवति इति वक्तुं शक्नोमि महोदय विसर्गः सर्वदा पदान्ते अपदान्ते विसर्गः कुत्रचित् भवति न वा इति प्रश्नः वा भवति अपदान्ते अपदान्ते भवति सप्तमीविभक्तौ बहुवचने अपदान्ते भवति विसर्गः भवती दृष्टवती अपि परन्तु तत्रापि पदसंज्ञा अस्ति पूर्वं पूर्वपदस्य पदसंज्ञा अस्ति न न न न तत्र विभक्तिः अस्ति पदसंज्ञा नास्ति विभक्तिः अस्तु हलान्तशब्दानां तत्र तद्भिन्नमस्ति तद्भिन्नविषयः अस्ति अत्र पदान्ते अस्ति अस्तु महोदय अस्तु अग्रे गच्छेम तर्हि अखिल महोदय महोदय एकः प्रश्नः अस्ति खरवसानयो तत्र अवसाने स्थायां यदि रः पदम् अस्ति वा खरि परे अस्ति इति अर्थमस्ति अवस्थानावस्थायामिति विकल्प नाम वा अस्ति वयं वयं युगपत् न भवितुम् अर्हति खलु आम् प्रश्नः कः नाम अवसाने यदि अस्ति खरि परे न भवितुं शक्नोति हा हा सत्यं सत्यं सत्यम् अस्तु अवसाने अथवा खरिपरे धन्यवादः इति अस्ति समीचीनम् अस्तु अखिल भगिनी अग्रे पदगतसंस्कारे पदस्तरे संरचना हरियोगः सु इति पृथक्तया निर्मीयते दावयोगः इति पृथक्तया निर्मीयते हरियोगः सु इत्संज्ञक उकारस्य लोपः हरिस् सहजशोरुः इत्यनेन पदान्ते सकारस्य रु आदेशः हरियोगः रु इत्संज्ञक उकारस्य लोपः हरिः करवसानयोरुसजनीयः इत्यनेन अवसानावस्थायां विसर्गादेशः हरिः एवमेव दावयोगः तित् इति पृथक्तया निर्मीयते दावयोगः ति दावयोगः शप्योगः ति दावति तदा निर्मितपदद्वयं वाक्ये स्थाप्यते हरिः योगः धावति संहितायां विषये अपि कस्यचित् अपि सूत्रस्य प्रसक्तिः नास्ति हरिः योगः हरिः धावति तर्हि पदगतसंस्कारः तस्मिन् पक्षे तत्र पदनिर्माणं कथं भवति तदनन्तरं वाक्यं कथं भवति इति अत्र अस्ति तर्हि प्रथमं हरि इति पदनिर्माणं भवति हरि इति पदस्य तर्हि हरियोगः सु इति प्रथमाविभक्तिः प्रत्ययः आगच्छति तर्हि हरियोगः सु तत्र इत्संज्ञ उकारः इत्संज्ञकः अस्ति तर्हि सः गच्छति तस्य लोपः इति सूत्रेण तर्हि हरिस् इति भवति इदानीं हरिस् इति स्थितौ ससजिषोरुः इत्यस्य सूत्रस्य प्रसक्तिः अपि च प्राप्तिः अस्ति तर्हि इदानीं पदान्ते यः सकारः अस्ति हरिस् इति पदस्य पदान्ते यः सकारः अस्ति तस्य स्थाने रु आदेशः भवति ससजिषोरुः इति सूत्रेण तर्हि इदानीं हरिस् भवति हरिरु इति हरियोगः रु इति तत्र रु इति यः आदेशः आगतः तत्र पुनः उकारः इत्संज्ञकः इति कृत्वा उकारः गच्छति हरिर् इति भवति इदानीं द्वितीयसूत्रं यदस्माभिः पूर्वं परिशीलितं करवसानयोर्सजनीयः इति तस्य सूत्रस्य प्रसक्तिः तर्हि रेपस्य स्थाने इदानीं हरिर् इति पदान्ते रेपः अस्ति हरिर् इति पदस्य अन्ते रेपः तर्हि तस्य स्थाने अपि च तस्य अनन्तरम् अवसानावस्था अस्ति हरिर् इति केवलं पदं पदनिर्माणं भवति इति कृत्वा तस्य अनन्तरं किमपि अन्यवर्णः नास्ति तर्हि करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः अस्ति तस्य सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा तत्र रेपस्य स्थाने विसर्गादेशः भवति हरिः इति प्रथमपदं तस्य निर्माणम् अभवत् तद्वत् दावयोगः तिप् इत्यस्यपि पृथक् निर्माणं भवति दावयोगः शप् योगः ति तत्र धावति इति अन्तिमरूपं भवति इदानीं हरिः इति प्रथमपदं, धावति इति द्वितीयपदं, तयोः संयोजनं भवति वाक्यस्तरे. तर्हि वाक्यं रचयामः चेत् हरिः धावति इति भवति. तदानीं तत्र हरिः धावति इति यदा अस्ति तत्र रेपः रेपस्य अनन्तरं तत्र धा इति पदम् अकरि अकर अस्ति तत्र कर्. तर्हि तत्र यत् करिपक्षे यः सूत्रं यत् सूत्रं वयं पूर्वं दृष्टवन्तः तस्य क तस्य प्रसक्तिः अत्र नास्ति. तर्हि अन्यत् किमपि सूत्रस्य प्रसक्तिः अपि नास्ति इति कृत्वा हरिः धावति इत्येव इत्येव वाक्यस्तरे तिष्ठति. अत्र अत्र भवती किं वक्तुमिच्छति? यदि खर् वर्णः यदि परि स्यात् तर्हि खर् खर्वसनिर्विसर्जनीयः इति किं भवति स्म? न, तत्र खर्वसनयोर्विसर्जनीयः इत्यस्य अनन्तरं तत्र यदा तत्र हरिः हरिः तिष्ठति इति अस्ति चेत् तत्र विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारादेशः भवति स्म. परन्तु अत्र धा इति पदं कर्वर्णपदं न क्षम्यतां, धा इति पदस्य आदौ कर्वर्णः नास्ति. तर्हि हरिः धावति इति अस्ति चेत् तत्र अन्यसूत्रस्य प्रसक्तिः नास्ति, हरिः धावति इति एव तिष्ठति. हरिः धावति अत्र विसर्गस्य स्थाने, रेफादेशः इति किमपि नास्ति इति एव गन्तव्यमस्ति. तत्र कथमपि पश्यामः किन्तु रेफ् क्षम्यतां रेफः एकवारं यदा विसर्गः आगतः अस्ति, ततः अग्रे विसर्गस्य स्थाने रेफः इति किमपि सूत्रं नास्ति, किमपि कार्यं नास्ति. समीचीनमस्ति जगन्नाथमहोदय अग्रे. महोदय अस्ति, अस्तु सरला भगिनि. अतः वाक्यगतसंस्कारपक्षे हरिर्धावति, पदगतसंस्कारपक्षे हरिः धावति. विसर्गात् रेफादेश विधायकसूत्रं नास्ति एव वैयाकरणानां पक्षो भवति वाक्यगतसंस्कारपक्षः. अस्मिन् पक्षे संहिता इति विषयः भवति एव, नाम वाक्ये स्तरे मन्दं मन्दं वदामः वेदपि पदानाम् अव्यवहितस्थितिः. अनया दृष्ट्या रामो विद्यालयं गच्छति इति वाक्यं मन्दं वदामः चेतपि रामो विद्यालयं गच्छति इत्येव वक्तव्यं. संहिता इति विषयः भवति केवलं पदगतसंस्कारपक्षे. यदा पदं सम्पूर्णरीत्या निर्मामः वाक्ये स्थापनात् पूर्वम् अत्र दत्तमस्ति वाक्यगतसंस्कारपक्षे. यदि वयं अत्र संहिता इति विषयः न भवति केवलं पदगतसंस्कारे न भवति इति न इति संयोजनीयमस्ति. अस्तु वदतु भगिनि. वाक्यगतसंस्कारपक्षे संहितायां विषयः अस्ति, अतः हरिर्धावति इति भवति. यदि वयं पूर्वं दृष्टवन्तः विसर्गस्य स्थाने रेप आगच्छति, तत्र प्रथमं वयं पूर्वं मूलपदं लिखितं तदनन्तरं वाक्यं रचितवन्तः. इदानीं पदगतसंस्कारपक्षे पदं पृथक् पृथक् रचितम् अस्ति, तत्र संहितायां स्थितिः नास्ति, अतः तत्र सन्धिः न भवति. हा, अतः अत्र विषयः कः? यत् वैयाकरणानां कथनम् इदं यत् एकवारं यदा यदा वाक्यगतसंस्कारः स्वीक्रियते तदा वाक्यं कियदपि मन्दं वदेम किन्तु सन्धिः करणीयः एव इति सामान्यतया वा संस्कृतभारत्यां वयं साधारणतया वयं तत्र सन्धिं न कुर्मः सन्धिं न कुर्मः तत्र बालकः विद्यालयं गच्छति बालकः अस्ति इति तादृशवाक्यानि वयं वदामः किन्तु वस्तुतः व्याकरणानां दृष्ट्या एतादृशानि वाक्यानि दोषसहितानि तादृशं न वक्तव्यमस्ति तत्र सन्धिः यद्यपि उच्यते तत्र कश्चन श्लोकः अपि अस्ति तदर्थं यत् वाक्यस्तरे सन्धिः वैकल्पिकः अस्ति समासे उपसर्गप्रसङ्गे तत्र त्रिषु स्थलेषु नित्यमस्ति किन्तु वाक्यस्तरे वैकल्पिकमस्ति किन्तु व्याकरणां दृष्ट्या तत्रापि मन्दं मन्दं वदामः चेदपि संहिता इति विषयः अस्ति बालकः गच्छति बालकः गच्छति इति मन्दं मन्दं विषय वदामः चेदपि संहिता इति अस्ति इति कृत्वा इति कृत्वा बालको गच्छति इति मन्दं मन्दं वदामः चेदपि तथा करणीयमस्ति इति अस्ति अस्तु समीचीनमस्ति तर्हि समयः जातः अस्ति किन्तु तृतीयं किञ्चिदेव पश्येम अत्र अन्य कोऽपि अस्ति वा राजेन्द्रमहोदय आम् आं महोदय आम् तृतीयसोपानं विसर्गात् पूर्वम् आकारः अस्ति वा यथा महाभट्टसूत्रानुसारं तत् तृतीयसोपानम् आसीत् तत्पूर्वम् आकारः अस्ति वा तृतीयं भाटसूत्रम् आत् परस्य विसर्जनस्य लोपः सम्यक्तया वदतु आतः आतः परस्य विसर्जनस्य लोपः अखरे यथा विसर्जनस्य विसर्गपूर्वम् आत आकारः अस्ति तत् अनन्त अखरि परे अखरि पदमस्ति तत् विसर्जनस्य लोपः भवति तथा यथा बाला धावन्ति विसर्गस्य लोपः भवति बालाः इच्छन्ति बाला इच्छन्ति अन्यत् पक्षे अस्ति बालायै इच्छन्ति तत् विकल्पः वैकल्पिक बालायै इच्छन्ति निष्पन्नं भवति तत् सामान्यतया वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति अतः अत्र शास्त्रीयक्रमः अयं बहुवचने बालास् इच्छन्ति सुजोरुः इत्यनेन पदान्तसकारस्य स्थाने रुः आदेशः बाला योगुरु योग इच्छन्ति अनुबन्धलोपे अनन्तरं बालार् इच्छन्ति भो भगो अधो अपूर्वस्य योषि इत्यनेन आकारोत्तरस्य रुः शब्दस्य रेफस्य यकार आदेशः अशीपरे बालाय गच्छन्ति लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्त्योः वकारयकारयोः लोपः विकल्पेन भवति अशीपरे बाला इच्छन्ति अपक्षे बालाय इच्छन्ति रूपद्वयं निष्पन्नं भवन्ति अत्र किम् अस्ति सामान्यतः या वैयाकरणाः सन्ति ते वाक्यगतसंस्कारपक्षं पालयन्ति शास्त्रीयक्रमः अत्र अस्ति बहुवचने यथा बालः जस् प्रत्ययः आगत्य तत् बालयोग अस् जकारस्य लोपः भवति तत् कारणात् अस् बालयोग अस् बालास् निष्पन्नं भवति, योग इच्छन्ति. अत्र ससुजुः तेन सूत्रेण सकारस्य स्थाने रु आदेशः भवति. तत्र उकारस्य अनुबन्धलोपानन्तरम् उपदेश अनुनासिके तत् कारणात् तत् बालार् इच्छन्ति तत् अवशिष्यते. तत् अनन्तरं भो भगो अधो अपूर्वस्य योषि इति आकार उत्तरवर्ति रुशब्दस्य रेफस्य स्थाने यकार आदेशः भवति अशि परे, यथा परे तु इच्छन्ति अशि परे अस्ति वर्णः. तत् बालाय रेफस्य स्थाने यकार आदेशः भवति बालाय बालाय अत्र इच्छन्ति बालाय इच्छन्ति इच्छन्ति इति अस्ति क्षम्यतां तं चिन्तयामि. लोपाशाकल्यस्य मतेन वकार्यकार्यः लोपः भवति विकल्पेन अशि परे, अत्र अशि अस्ति परे इकारः अस्ति तत् पूर्वं यकारः अस्ति तत् यकारस्य लोपः भवति अशि परे. बाला इच्छन्ति भवति अन्यथा वा विकल्पेन बालाय इच्छन्ति निष्पन्नं भवति यथा लोपः न भवति यथा लोपः विकल्पेन शकलस्य मतेन अथवा इत्युक्ते विकल्पेन लोपः भवति. हा बहु समीचीनमस्ति. नाम तत् तत्र वाक्यगतसंस्कारः अस्ति चेत् तत्र एतत् सर्वं भवति एव, यतोहि संहितायां विषयः संहितायां विषये इति परिस्थितिः अस्ति. मन्दं मन्दं वदामः चेदपि अतः बाला इच्छन्ति बाला यच्छन्ति इति वक्तव्यमस्ति. केवलं पदगतसंस्कारे तत्र बालाः इति अत्र तु वस्तुतः वाक्यगतपक्षे वाक्यगतसंस्कारपक्षे विसर्गः नास्ति एव, सकारः अस्ति. सकारः अस्ति इति कृत्वा ससजुषुरुः इति एतत् सर्वं भविष्यति एव केवलं पदगतसंस्कारपक्षे वाक्यस्य स्तरे बालाः इति स्थापयामः साक्षात्. तदर्थं एकवारं नाम तत्र विसर्गः अस्ति चेत् अत्र किमपि नास्ति, किमपि न भवति. तत्र ससजुषुरुः इति अपि नास्ति, किमपि न भवति. बालाः इच्छन्ति तत्र वाक्यस्तरे एकवारं यदा बालाः आगच्छति तदानीम् अस्माकं न कोऽपि उपायः. किन्तु वाक्यगतसंस्कारे संस्कारपक्षे तत्र बहुवचने बालयोगः जस् बाल अस् बालास् इति एतत् सर्वं वाक्यस्तरे भवति इति कृत्वा सकारः तदानीमपि अस्ति वाक्ये इति कृत्वा सस्य जुषुरुः तस्य प्रसक्तिरस्ति प्राप्ति अपि अपि इति सिद्धान्तः. अस्तु, बहु समीचीनमस्ति. अस्माकं समयः समाप्तः, किन्तु एतत् सर्वं किञ्चित् इतोपि विस्तृतरूपेण परिशीलयिष्यामः अग्रिमसप्ताहे. हा, बहु समीचीनमस्ति. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः.